नमस्कारः, अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः अनुवर्तते। तर्हि एतावता अस्माभिः तत्र अष्टाध्याय्यां के के प्रत्ययाः भवन्ति, तत्र काः प्रक्रियाः भवन्ति इत्यपि अस्माभिः पठितम्। तत्र प्रत्ययस्य विषये सप्तविधप्रत्ययाः सन्ति अष्टाध्याय्यां। धातुतः विद्यमानः प्रत्ययः तु मुख्यतः टिङ् प्रत्ययः अथवा कृत् प्रत्ययः। तदनन्तरं पुनः टिङ् प्रत्ययस्य अपि च कृत् प्रत्ययस्य विभजनं भवति सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः इति। सार्वधातुकप्रत्ययस्य पुनः विभजनमस्ति पित् प्रत्ययः अपित् प्रत्ययः इति। पित् प्रत्ययः अस्ति चेत् गुणः भवति, तत्र सूत्रद्वयमस्ति सार्वधातुकार्धधातुकयोः इति। अनेन सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत् इगन्ताङ्गस्य इकः गुणः। तदनन्तरम् अपित् प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण अपित् प्रत्ययः अस्ति चेत् निद्वत् भवति, नित् इव व्यवहरति। तर्हि नित् इव व्यवहरति इत्यस्य प्रयोजनं किम् इति चेत् निति च इति सूत्रेण गुणनिषेधः भवति। सार्वधातुकप्रत्ययः पित् अस्ति चेत् गुणः भवति, सार्वधातुकप्रत्ययः अपित् अस्ति चेत् गुणः न भवति। पुनः आर्धधातुकप्रत्ययः अस्ति चेत् आर्धधातुकप्रत्ययः कित् नित् इति अस्ति चेत् यः कोऽपि आर्धधातुकप्रत्ययः कित् अथवा नित् यथा तप्रत्ययः तवतु प्रत्ययः कित् अस्ति, कित् प्रत्ययः अस्ति चेत् गुणनिषेधः। तर्हि अन्यत् किमपि प्रयोजनं नास्ति, गुणनिषेधः इति मुख्यप्रयोजनम्। तदनन्तरं णित् णित् ञकारः अथवा णकारः इत् अस्ति चेत् इत् णित् इति वदामः। तादृशप्रत्ययः आर्धधातुकप्रत्ययः इत् अथवा णित् अस्ति चेत् तर्हि तत्र वृद्धिः भवति। तदर्थं सूत्रद्वयमस्ति, अद्य पठामः। वृद्धिः अङ्गस्य अन्तिमवर्णः अच्वर्णः अस्ति चेत् वृद्धिः भवति, अपि च उपधायां ह्रस्व अकारः अस्ति चेत् वृद्धिः भवति। तर्हि नियमद्वयम्, अङ्गस्य अन्ते अच्वर्णः अस्ति चेत् वृद्धिः भवति, इति इति प्रत्यये परे उपधायां ह्रस्व अकारः अस्ति चेत् अपि वृद्धिः भवति। तदनन्तरं यः प्रत्ययः कित् अपि नास्ति, नित् अपि नास्ति, इत् अपि नास्ति, णित् अपि नास्ति, तादृशप्रत्ययः अस्ति चेत् किं भवति इति चेत् तत्र तु गुणः एव भवति, गुणः भवति। यतोहि गुणनिषेधः नास्ति, वृद्धेः अवकाशः अपि नास्ति, अतः तत्र गुणः एव भवति इति तत्र मूलसारांशः अस्ति। इत्युक्ते तत्र धातुतः विद्यमानानां प्रत्ययानां विषये वयम् अधुना चिन्तनं कुर्मः। इदानीं तत्र इति निति प्रत्यये परे वृद्धिः भवति इति उक्तं, तर्हि तत्र सूत्राणि कानि इति एकवारं पश्यामः। अस्तु, रमा भगिनी पठतु अचोयनिति इति सूत्रम्। अस्ति वा भगिनि? अस्ति, अस्मि। अचोनिति, एकनिमिषम्, अचोनिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे। येन विदित्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः। ञ च न च ञौ ञौ इतौ यस्य तत् नित् तस्मिन् निति द्वन्द्वगर्भबहुव्रीहिसमासः। अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रम्। मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति. अचोनिति इति सूत्रम् अस्ति. अजन्त अङ्गस्य अर्थात् अच् अन्तिमवर्णः, अङ्गस्य अन्तिमवर्णः अस्ति चेत् अजन्त अङ्गम् इति कथ्यते. अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. निति प्रत्यये परे सप्तमी अस्ति, अतः निति प्रत्यये परे इति आगच्छति. येन विधि तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलं आक्षित्य अङ्गस्य अपि तु अजन्तस्य अङ्गस्य आगच्छति. अजन्तस्य अङ्गस्य इति येन विधि तदन्तस्य कारणात् आगच्छति. अलोन्त्यस्य इत्यनेन पूर्णप्रत्ययस्य स्थाने अन्तिमवर्णस्य एव स्थाने वृद्धिः भवति अलोन्त्यस्य इति सूत्रकारणेन. तदनन्तरं लिखितमस्ति ञ च न द्वे अपि द्वन्द्वसमासकारणात् नौ इति भवति. नौ इति शब्दस्य निति इति सप्तमी विभक्ति आगच्छति. निति अर्थात् यस् नौ इत्यस्य सप्तमी इति नास्ति भगिनि, तदनन्तरं बहुव्रीहि अपि न बहुव्रीहि आगच्छति. यस्य यत् नौ अस्ति बहुव्रीहि समासकारणात् यस्य इत् नौ भवति नित् भवति. नित् शब्दस्य निति भवति सप्तमी विभक्त्यौ. अचः षष्ट्यन्तं नितिः सप्त्यन्तम्, अतः स्थाने अचः भवति निति परे भवति. द्विपदमिदं सूत्रम् अचः स्थाने नितिः सप्तमी विभक्ति. मृजे वृद्धिः इति सूत्रात् वृद्धिः अनुवृत्तिः भवति. अङ्गस्य इत्यस्य अधिकारः अपि, अतः पूर्णसूत्रं भवति अचः अङ्गस्य. अचः अङ्गस्य अर्थात् यः अङ्गः अङ्गस्य अचः भवति अन्तिमस्थाने, तस्य वृद्धिः भवति निति परे अलोन्त्यस्य इत्यनेन कारणेन. बहु समीचीनं भगिनि, बहु सम्यक्. इदानीम् उमा भगिनि, भवती किम् अवगतवती वदतु. अचोयणिति अचोयणिति अजन्त अङ्गम् इति चेत् तस्य तत्र वृद्धिः सम्भवति णिति प्रत्ययपरे. कः कः निमित्तं किम् अत्र अत्र निमित्तम् अजन्ताङ्गम्. अनन्तरम् अन्त्यवर्णस्य वृद्धिः भवति परे. इति णिति प्रत्यये परे प्रत्ययः इति इत्युक्ते तादृशप्रत्ययः यत्र ञकारस्य इत्संज्ञा अस्ति. इति णिति इत्युक्ते तादृशप्रत्ययः यत्र णकारस्य इत्संज्ञा अस्ति. तर्हि तत्र येन विधि स्थितन्तस्य इति सूत्रस्य किं कार्यम् अत्र? येन येन विधि सदनन्तस्य अन्तस्य येन विधिः तद् अन्तस्य येन विधि तदन्तस्य इति सूत्रस्य कार्यं कुत्र भवति? अजन्त अङ्ग अङ्गमस्ति चेत् अत्र अजन्तस्य अत्र अनुवृत्तिसहितसूत्रे अनुवृत्तिसहितसूत्रे अनुवृत्तिसहितसूत्रं किम् अस्ति पठतु. अङ्गस्य अचः अङ्गस्य वृद्धिः निति. तर्हि तत्र अचः अङ्गस्य वृद्धिः निति इति अस्ति, तत्र कः अर्थः तस्य? अच्छा, अत्र अचः अस्ति चेत् अङ्गम् अचः अस्ति चेत् तत्र वृद्धिः भवति निति परिस्थिते. हा, तर्हि तस्य कः अर्थः अङ्गम् अच अच् इत्युक्ते कः को अर्थः? अच् अच् मीन्स् ऐ वुण्ट् लिक् एव अयोच् पूर्ण स्वराः इत्युक्ते तत्र एकः एव वर्णः खलु, एकः अ इति अङ्गम्, उ इति अङ्गम्, रु इति अङ्गम् इत्युक्ते इदानीम् अहं वदामि द ब्यूटिफुल् बाय् इति वदामि चेत् ब्यूटि कुत्र अस्ति? ब्यूटि बाय् अस्ति. इदानीं तत्र केवलं ब्यूटिफुल् इति वदामि चेत् तत्र कः अर्थः? भवती अवगतवती इत्युक्ते तत्र केवलं तत्र सुन्दरः इत्येव वदामि चेत् तत्र कस्य उल्लेखः इति चेत् बालकस्य एव उल्लेखः खलु, तत्र अभेदः अस्ति. अतः सुन्दरः इति वदामि चेत् तत्र बालकः इति वयम् अवगच्छामः, यतोहि तत्र सुन्दरता सौन्दर्यं बालस्य अस्ति. एवमेव अत्र अचः इति अङ्गम् इत्युक्ते केवलम् अच् इति अङ्गम्, तर्हि अ इति अङ्गम्, उ इति अङ्गम्, रु इति अङ्गम् तथा अस्ति चेत् कः क्लेशः? अत्र वृद्धिः सम्भवति नो वृद्धिः सम्भवति. इदानीं नि इति धातुः अस्ति, नि इति धातुः अस्ति, नि इत्यत्र कार्यं भवति वा? नि इत्यत्र कार्यं भवति वा अत्र सूत्रस्य? अजन्तस्य अङ्गस्य अस्य अन्तः आगच्छति. न न, एकक्षणम् एकक्षणं भगिनि, रमा भगिनि भवती अवगच्छति इति जानामि, रमा भगिनि वदतु. अत्र नि इति धातुः अस्ति चेत् कार्यं भवति वा सूत्रस्य? अच् इति अङ्गमस्ति वा तत्र नि इत्यत्र? तर्हि तत्र सूत्रस्य कार्यं नि इत्यत्र न भवति खलु, नि इति धातुः अस्ति चेत् अचोयन् इति इत्यस्य कार्यं भवति वा न वा? इति धातु मीन्स् नो नः इति सूत्रेण न नः न भवति, न सम्भवति. हा, तत्सर्वं त्यजतु भगिनि, इदानीं मम प्रश्नः सरलः अस्ति. अत्र सूत्रे अच् इति अङ्गम् इति उक्तम्, अच् इति अङ्गम् अच् इति अङ्गस्य वृद्धिः. इदानीं नि इति धातुः अस्ति चेत् वृद्धिः भवति वा न वा? न भवति. हा, न भवति खलु, अच् इति अङ्गं नास्ति, अच् इति अङ्गं नास्ति खलु तत्र, अतः तत्र न भवति, न भवति. परन्तु वयं तत्रापि कार्यं कर्तुम् इच्छामः, नि इत्यत्रापि कार्यं भवेत् इति एव अस्माकम् इच्छा अस्ति, यतोहि तत्रापि रूपसाधनार्थं वृद्धिः भवेत्. तदर्थं वयं किं कुर्मः इति चेत् येन विधि सदन्तस्य इति सूत्रं तत्र सहायं करोति. तत्र क्षेत्रस्य बृहत् करोति, क्षेत्रं बृहत् करोति, क्षेत्रं बृहत् करोति. कथं करोति क्षेत्रं बृहत्? अत्र गोमती भगिनी वदतु. मम भगिनी कृपया म्यूट् करोतु भगिनि. येन विधि तदङ्गस्य परिभाषासूत्रमस्ति. किं परिभाषा कुत्र कार्यं करोति येन विधि सिद्धान्तस्य? अङ्गस्य कार्यं भवति तत्र. यत्र यत्र यत्र अङ्गमस्ति तत्र सर्वत्र भवति वा? अङ्गस्य अङ्गस्य अन्ते भवति. मम प्रश्नः अस्ति, अत्र अनुवृत्तिसहितसूत्रमस्ति, अचः अङ्गस्य वृद्धिः इति णिति इति अस्ति. तर्हि अत्र येन विधिस्तदन्तस्य इत्यस्य सहायस्य इति सूत्रस्य सहायम् आवश्यकम् इति कथं जानीमः? अचः अङ्गस्य वृद्धिः निति इत्येव अचो निति वदति. अङ्गस्य वृद्धि, अङ्गस्य वृद्धिः मीन्स् कुत्रापि वृद्धिः भवितुम् अर्हति. अङ्गे यदा एकाधिक न, अङ्गे कुत्रापि भवितुम् अर्हति इति नास्ति. अत्र अत्र अचः अङ्गम् अङ्गमेव अच् अस्ति. अच् इति एकः एव वर्णः अस्ति अङ्गे, अन्यत् किमपि नास्ति. तदेव सः अर्थः खलु, अचः अङ्गस्य इत्युक्ते अच्छिति अङ्गस्य अन्ते अस्ति चेत् न, कथा तादृश अर्थः नास्ति इदानीम्. अचः अङ्गस्य इत्युक्ते केवलम् अच् इति अङ्गं विश् अत्र कीदृशभावः अस्ति, कीदृशसम्बन्धः अस्ति? स्थाने स्थाने इदानीं सुन्दरः बालकः इति वदामि चेत् कीदृशसम्बन्धः? बालके सुन्दरता अस्ति इति. तयोः कीदृशसम्बन्धः, कीदृशभावः अस्ति? विशेष सौन्दर्यस्य भावः अस्ति. अवयवयविभावः. सुन्दरः बालकः इत्युक्ते तत्र कीदृशभावः अस्ति? ब्यूटिफुल् बाय्, ब्यूटिफुल् बाय् इति वदामि चेत् कीदृशभावः अस्ति? विशेषणविशेषभावः अस्ति. किं विशेषणं, किं विशेष्यं? विशेष्यं भवति बालकः, विशेषणं भवति सुन्दरः. एवमेव अत्र एवमेव अत्र अचः अङ्गस्य, अचः विशेष्यं भवति, अङ्गस्य विशेषणं भवति. एवं वा? अङ्गस्य वृद्धिः भवति. इदानीं इदानीम् अहं वदामि हलः अङ्गस्य, तत्र तत्र किम् अस्ति? हलः यत् यस्मिन् अङ्गे तस्य, तत्र किम् अस्ति विशेषणं, किं विशेष्यं? हलः अङ्गस्य, अङ्गस्य अङ्गस्य विशेष्यं हलः विशेषणम्. कथं जानीमः किं विशेष्यं, किं विशेषणं कथं जानीमः? सुन्दरः बालकः, सुन्दरः बालकः, बालकः अस्ति वाक्यं सम्पूर्णम्. अत्र विशेषणस्य लक्षणं किम्? विशेषणं विशेष्यस्य पीछे, ऐ मीन् बिहैण्ड् आयाति. न, बिहैण्ड् आगच्छति इति समीचीनं, परन्तु लक्षणं किम्? अत्र गीताञ्जलि भगिनी वदतु, विशेषणस्य लक्षणं किम्? विशेषण किमपि वस्तु नास्ति, विशेषण केवल न श्रूयते भगिनि गीताञ्जलि, किञ्चित् उच्चैः वदतु. क्षम्यतां भगिनि, अधुना श्रूयते वा? अधुना श्रूयते. विशेषणं स्वयमेव तु किमपि वस्तु नास्ति, किन्तु किमपि किं विवृणोति, तस्य भाव विवृणोति, इत्युक्ते अङ्गं तु एकम् अस्ति, कीदृश अङ्गं, हल अङ्गं वा हलन्तङ्गं वा, एतेन वयं जानीमः विशेष्यं किम्. समीचीनं, इत्युक्ते तत्र विशेषणं विशेष्यभावः, विशेषस्य प्राधान्यं भवति, विशेष्यं विना विशेषणः प्राधान्यं नास्ति अत्र. प्राधान्यम् इति विषयः नास्ति अत्र, प्राधान्यम् इति विषयः नास्ति अत्र. अचः अङ्गस्य इति विशेषणविशेष्यभावः अस्ति इति चेत् तत्र विशेषणं किं करोति इति चेत् विशेषणं पृथक् करोति, इत्युक्ते तत्र विशेष्यं पृथक् करोति इत्युक्ते अहं वदामि अत्र बहवः वृक्षाः सन्ति, अत्र बहवः वृक्षाः सन्ति, तेषु वृक्षेषु अयं वृक्षः उन्नतः, उन्नतः वृक्षः इति यदा वदामि, यथा उन्नतः वृक्षः, तर्हि उन्नतः वृक्षः इत्युक्ते अत्र बहवः वृक्षाः सन्ति, तेषु अयं वृक्षः उन्नतः इति अहं पृथक् कर्तुम् इच्छामि, समुदायात् पृथक् कर्तुम् इच्छामि, तदेव विशेषणस्य कार्यमस्ति. अत्र बहवः बालकाः सन्ति, तेषु बालकेषु अयं बालकः सुन्दरः इति वदामि चेत् अहं पृथक् कर्तुम् इच्छामि. अत्र बहूनि अङ्गानि सन्ति, बहूनि अङ्गानि सन्ति, तादृश अङ्गेषु यत्र अच् अस्ति, अच् इति अङ्गम् अस्ति, तस्य पृथक् अहं, तस्य पार्थक्यम् अहम् इच्छामि, तत् पृथक् कर्तुम् इच्छामि. अतः विशेषणस्य कार्यं तदेव. तर्हि येन विधिसदन्तस्य इति सूत्रस्य कार्यं कुत्र भवति अत्र? अधुना ललिताभगिनी किं चिन्तयति? भगिनी अस्ति वा? अस्ति भगिनि. येन विधिसदन्तस्य सूत्रस्य कार्यं कुत्र भवति? येन विधिः अस्ति तद् अन्तस्य कार्यं करोति. सूत्रस्य कार्यं किम् इति भवती वदति, तर्हि तत्र सूत्रस्य कार्यं सर्वत्र भवति वा? कुत्र अत्र येन विधिसदन्तस्य इति कीदृशसूत्रमस्ति? परिभाषासूत्रमस्ति. परिभाषासूत्रमस्ति, बहु समीचीनं. परिभाषासूत्रस्य कार्यं किम्? परिभाषासूत्रं वित् सेण्टेन्स् लैक् तद् अन्तस्य कुत्र कुत्र आवश्यकं कार्यं करोति? कुत्र आवश्यकं परिभाषासूत्रस्य कार्यं कुत्र अस्ति? सर्वत्र अस्ति वा? क्लेशः अस्ति चेत् सत्यं, यत्र नियमः नास्ति, यत्र नियमः नास्ति तत्र नियमं स्थापयति परिभाषासूत्रं, यत्र नियमः नास्ति तत्र परिभाषां स्थापयति. अत्र नियमः नास्ति, सत्यं, यत्र नियमः नास्ति तत्र नियमं स्थापयति. तर्हि अत्र अत्र कीदृशनियमः नास्ति, किमर्थं येन विधिसदन्तस्य इत्यस्य आवश्यकता? अच्च अङ्गस्य इति अन्त इट्स् नाट् स्पेसिफैङ्ग् दट् अन्त, सो विधि येन विधि तदन्तस्य सहायं करोति, अन्तः अस्ति चेत्. भवती अवगतवती, परन्तु तत्र अन्तः इति किमर्थं न स्पेसिफै करोति अत्र? कुत्र एतादृश अन्तः इति न सिध्यति? अचः अङ्गस्य इत्युक्ते सपोज़् इफ् ई इस् देर् देन् द होल् होल् इस् द अङ्ग वेरस् येन विधि तदन्तस्य इस् तद् अन्तस्य नी वेर् नी इस् देर् नकारा प्लस् इ सो इन् द प्लेस् आफ् इ इट् भवती अवगतवती इत्युक्ते तत्र किं वक्तव्यम् इति चेत् यत्र विशेषणविशेष्यभावः अस्ति तत्र येन विधिस्तदन्तस्य इति सूत्रं सः करोति यत्र विशेषणविशेष्यभावः अस्ति अत्र तादृशसन्दर्भः अस्ति वा अत्रापि अस्ति खलु विशेषणविशेष्यभावः विशेषणविशेष्यभावः अस्ति तत्र एव एतादृशक्लेशः भवति अचः अङ्गस्य इति वदामः चेत् केवलम् अच् इति अङ्गम् अस्ति चेत् एव कार्यं करोति न तु तादृशं यस्य अन्ते अच्वर्णः तर्हि वयं तु अस्य सूत्रस्य कार्यम् अत्र अन्यत्रापि इच्छामः यत्र अच् अङ्गस्य अन्ते अस्ति इदानीं नी इति धातुः तत्रापि वयं कार्यं कर्तुम् इच्छामः तदर्थं वयं किं कुर्मः येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य सहायेन वयं कुर्मः वयं किं कुर्मः इति चेत् अस्तु न केवलम् अच् इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते अच् अस्ति तस्यापि ग्रहणं भवतु इति वयं तत्र क्षेत्रं बृहत् कुर्मः कार्यक्षेत्रं बृहत् कुर्मः येन विधिस्तदन्तस्य इत्यस्य कार्यं तदेव इदानीं तत्र येन विधिस्तदन्तस्य इति सूत्रस्य सहायेन न केवलम् अच् इति अङ्गम् अपि तु तादृश अङ्गं यस्य अन्ते अच् अस्ति तस्यापि ग्रहणम् इदं सूत्रं तत्र एव कार्यं करोति यत्र विशेषणविशेष्य भावः अस्ति अस्तु तर्हि इदानीं अस्माकं वाक्यं किं भवति अजन्ताङ्गस्य वृद्धिः भवति इति अस्ति इदानीम् अस्माकं वाक्यमस्ति अजन्ताङ्गस्य वृद्धिः भवति इत्युक्ते न केवलम् अच् इति अङ्गं परन्तु अच् इति अङ्गस्य अन्ते अस्ति चेत् वृद्धिः भवति इदानीं सूर्यकुमारी भगिनी वदतु इदानीं क्लेशः अस्ति वा भगिनि इदानीं क्लेशः अस्ति वा इदानीम् अहं वदामि येन विधिस्तदन्तस्य इति सूत्रस्य सहायेन अहं वदामि अच् इति अङ्गम् अपि च अजन्त अङ्गं द्वयोः ग्रहणं द्वयोः वृद्धिः भवति इति निति प्रत्यये परे इति वदामि अधुना क्लेशः अस्ति वा न भगिनि क्लेशः नास्ति वा विशेषमस्ति अचः विशेषणं अस्ति अचः अपि षष्ठीविभक्ति भवति इदानीम् अत्र पुनः एकवारं शृणोतु अत्र अच् अङ्गस्य अत्र वाक्यद्वयं सिद्धम् इदानीं येन विधिसदन्तस्य इत्यनेन वाक्यद्वयं सिद्धम् अच् इति अचः अङ्गस्य वृद्धिः इति निति प्रत्यये परे अजन्ताङ्गस्य वृद्धिः इति निति प्रत्यये परे इति वाक्यद्वयं सिद्धम् अत्र क्लेशः अस्ति वा अत्र स्थानी किम् अस्ति वृद्धिः भवति वृद्धिः भवति वृद्धिः हा वृद्धिः कुत्र भवति इति एव क्लेशः अत्र खलु अङ्गस्य वृद्धिः इत्युक्ते सम्पूर्ण अङ्गस्य वृद्धिः वा इति प्रश्नः भवति खलु नी इति धातुः अस्ति इदानीं नी धातोः वृद्धिः इकारस्य वृद्धिः तु इक्वर्णस्य वृद्धिः इति वयं जानीमः इक्वर्णस्य वृद्धिः इति कथं जानीमः न न अत्र वृद्धिः इति वयं वदामः चेत् कस्य वृद्धिः विजयलक्ष्मी भगिनि वा इको गुणवृद्धि इति सूत्रेण इकः इ ऋल् एतान् एतेषां वर्णानां गुणः वृद्धिः भवति अचिपरे अचिपरे इति किमपि न अचिपरे न अचि वृद्धिः भवति इत्यत्र वृद्धिः भवति बहु समीचीनं बहु सम्यक् सम्यक् इत्युक्ते यत्र यत्र सूत्रेषु वृद्धिः अथवा गुणः इति वदामः तर्हि कस्य गुणः कस्य वृद्धिः इति प्रश्ने सति इक् वर्णस्य वृद्धिः इति आगच्छति. इत्युक्ते इको गुणवृद्धि इति सूत्रेण इकः एव वृद्धिः भवति इति अस्ति. इकः एव वृद्धिः भवति इति अस्ति. परन्तु अत्र अस्मिन् सूत्रे इको गुणवृद्धि इत्यस्य आवश्यकता नास्ति. अत्र अपवादः अस्ति. अत्र इको गुणवृद्धि इत्यस्य आवश्यकता नास्ति. अत्र यतोहि वयं वदामः अच् इति अङ्गम् अथवा अजन्तम् अङ्गम् इति वदामः. इदानीम् अलोन्त्यस्य इति सूत्रस्य सहायेन वयं वदामः अस्माकं क्लेशः कः इति चेत् अचः अङ्गस्य वृद्धिः अथवा अजन्त अङ्गस्य वृद्धिः इति वाक्यद्वयम् अस्ति चेत् तत्र सम्पूर्ण अङ्गस्य वृद्धिः भवति वा इति प्रश्नः भवति. सम्पूर्ण अङ्गस्य वृद्धिः भवति वा? नी इत्यत्र वृद्धिः भवति चेत् तत्र ऐ इति सिद्ध्यति. तर्हि ऐ इति आदेशः नी इति सम्पूर्णस्य स्थाने भवति वा इति प्रश्नः भवति. तदर्थम् अत्र अलोन्त्यस्य इति सूत्रं वदति अन्तिमवर्णस्य स्थाने एव वृद्धिः भवति. तदर्थं नी इत्यत्र सम्पूर्णस्य स्थाने ऐकारादेशः नास्ति, परन्तु अन्तिमवर्णस्य दीर्घ ईकारस्य स्थाने ऐकारादेशः भवति. बुद्धं वा भगिनि? अस्तु, इदानीं जयलक्ष्मी भगिनी एकवारं वदतु, तत्र एकवारं सम्पूर्णतया वदतु को अर्थः इदानीं तत्र अनुवृत्तिसहितसूत्रं स्वीकृत्य. आं भगिनि, पश्यामि. अचोनिति इति सूत्रम् अचः अङ्गस्य वृद्धिनिति इति अनुवृत्तिसहितसूत्रम्. अत्र वृद्धिः भवति निति निति प्रत्यये परे अस्ति चेत् इति चेत् निमित्तं निति निति प्रत्यये परे इति ज्ञातुं शक्नुमः. अनन्तरं निमित्तम् अचः अङ्गस्य इति उक्तमस्ति. अत्र अचः अङ्गस्य इत्यर्थे इत्युक्ते अच्येव अङ्गं भवति वा, न चेत् अङ्गस्य अन्ते अच् भवति वा इति प्रश्ने सति येन विधिस्तदन्तस्य इति सूत्रं परिभाषासूत्रम् अत्र सहकरोति इति प्रश्नः नास्ति. इति प्रश्नः एव नास्ति. अचः अङ्गस्य इति वदामः चेत् अच् इति अङ्गं तावदेव वयम् अवगच्छामः. अत्र प्रश्नः नास्ति. अच्येव अङ्गम् इति अर्थः भवति. तदा येन विधिस्तदन्तस्य इति परिभाषासूत्रम् अत्र सहकरोति. एतत् सूत्रं वदति न केवलम् अङ्गम् अच् इति भवेत्, अपि च अजन्त अङ्गस्य ग्रहणं भवति इति अर्थः येन विधिस्तदन्तस्य इति सूत्रं वदति. तदर्थम् अच् इति अङ्गम् अपि धातुः अपि भवेत्. तदनन्तरम् अङ्गस्य अन्ते अच् भवति चेदपि वृद्धिः भवति इति वदामः. तदनन्तरं वृद्धिः कुत्र भवति, यतोहि अङ्गे अनेकाच् भवति चेदपि एतत् प्रश्नः भवेत् इति चिन्तयामि. तदनन्तरं सम्पूर्ण अङ्गस्य स्थाने वृद्धिः भवति वा इति प्रश्नः. तस्य सहायं करोति अलोन्त्यस्य इति सूत्रं, तदपि परिभाषासूत्रमेव. अलोन्त्यस्य इति सूत्रं वदति अच् अचन्दस्य अङ्गस्य अन्तिमवर्णः अन्तिमवर्णः यत् अस्ति तत् वर्णस्य अन्तिमवर्णस्य स्थाने एव वृद्धिः भवति इति अलोन्त्यस्य इति सूत्रं. तदर्थम् अजन्त अङ्गस्य अन्तिमवर्णस्य स्थाने वृद्धिः भवति ञिति निति प्रत्यये परे इति एतत् सूत्रस्य अर्थः. हा, बहु समीचीनम्. इदानीं येन विधिस्तदन्तस्य इति सूत्रस्य कार्यं कुत्र, वयं तस्य सूत्रस्य प्रयोगः कुत्र भवति? पुनः वदतु, पृच्छतु भगिनि. बहु सम्यक्तया भवती उक्तवती. इदानीं स्मारयतु येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य सहायं कुत्र आवश्यकम्? यत्र विशेषविशेषणभावः अस्ति सूत्रे, तत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रयोजनं भवति इति चिन्तयामि. तदेव वा? हा, समीचीनं, तदेव बहु सम्यक्. अस्तु अस्तु. इदानीं ततः अग्रे सर्तुं शक्नुमः. सर्वेषां कृते स्पष्टमस्ति वा सूत्रार्थः? किं विनय महोदय, स्पष्टं वा? एकः प्रश्नः भगिनि, यदा भवती अवदत् अच् एव अङ्गः अस्ति, अत्र अच् एव ओन्लि अच् अस्ति, ओन्लि अच् अङ्गस्य नास्ति, परन्तु परिभाषासूत्राधारेण येन विधिः तदन्तस्य विधिः अपि अस्ति. यथा दीर्घ इ अस्ति, अच् अच् प्रत्याहार वयं यदि पश्यामः तर्हि अ इ उ रि लृ ए ओ ऐ औ अस्ति, परन्तु अत्र दीर्घ इकार न लिखितः, परन्तु येन अच् इति वदामः चेत् दीर्घ इकारः इति अपि अस्ति खलु. अच् इत्युक्ते सर्वे स्वरे सर्वे स्वराः. अहम् अवगतः सर्वे स्वराः अच् अन्तर्भूता भवन्ति, परन्तु अत्र अत्र उद्देश्य कोऽपि तत्र नास्ति. अत्र उद्देशः येन विधिः तदन्तस्य, अतः येन विधिः यः विधिः अस्ति, विधान अस्ति तदन्तस्य अङ्गस्य अच् एव अङ्गं नास्ति. अचेव इदानीम् इदानीम् ई योगः णिच् इन् गतौ इति धातुः अस्ति. ई योगः णिच् अत्र किं भवति? सूत्रस्य कार्यमस्ति वा न वा? ह्रस्व इकारः ई योगः णिच् ह्रस्व इकारः ई योगः णिच् अस्ति. तत्र वृद्धिः नास्ति, गुणप्रायः भवति, वृद्धिः नास्ति, तथा नास्ति अस्ति खलु. निश्चितः वृद्धिः एव भवति, वृद्धिः एव भवति, वृद्धिः एव भवति. भवतः तत्र किञ्चित् भ्रमः अस्ति. हस्वैकारः अस्ति चेत् गुणः भवति इति तथा किमपि नास्ति. अच् इति अङ्गम्, इदानीम् ई इति धातुः अच् इति अङ्गम् अस्ति, तत्रापि वृद्धिः भवति. आययति इति रूपमस्ति. इ इत्यस्य वृद्धिः भूत्वा ऐ, ऐ योगः णिच् आयि इति नूतनधातुः आययति. तदनन्तरं नायति, चायति इत्यादि सर्वत्र भवति, सर्वत्र भवति. अतः केवलम् अच् इति अङ्गम् अस्ति चेदपि कार्यं भवति. यस्य अन्ते अच् अस्ति तस्यापि ग्रहणम् इति तावदेव अर्थः. अतः दीर्घ इकारः ह्रस्व इकारः यत्किमपि भवतु अङ्गस्य अन्ते, नी इति धातुः अस्ति चेत् नायति इति भवति, तत्रापि वृद्धिः भवति. ह्रस्व इकारः इ इति धातुः अस्ति चेत् तत्रापि भवति. अस्तु, इदानीम् अग्रे सरेम. अत उपादायः इति सूत्रमत्र विजयलक्ष्मी भगिनी पठतु. क्षम्यता भगिनी, मम एकः प्रश्नः अस्ति. यदा येन विधिस्तदन्तस्य इति सूत्रे तस्य अर्थं स्पष्टतया ज्ञातवती भगिनी, किन्तु तत्र स्वस्य इति पदस्य ग्रहणं कुतः? तत्तु सूत्रे नास्ति, एतत्तु परिभाषासूत्रमस्ति, किन्तु परिभाषासूत्रे च एतत् स्वस्य विशेषणं स्वस्य इति ग्रहणं तत् व्याख्याने एव दत्तमस्ति खलु, तत् कुतः ग्रहणं? स्वस्य ग्रहणं तु अस्ति एव, विशेषणविशेषभावः इति कृत्वा स्वस्य ग्रहणं तु अस्ति एव, विशेषविशेषभावः अस्ति इति कृत्वा स्वस्य ग्रहणम् अस्ति. अपि च तत्र अनुवृत्तिः अपि अस्ति सूत्रे, स्वं रूपम् इति अनुवृत्तिः अस्ति पूर्वस्मात् सूत्रात्. स्वं रूपम् इत्यनेन स्वस्य रूपम् इत्यपि अस्ति. येन विधिः तदन्तस्य स्वस्य इति स्वं रूपम् इति अनुवृत्तिः अस्ति. ओ, अनुवृत्तिः अस्ति. एतत् परिभाषासूत्रस्य च अनुवृत्तिः अस्ति वा? पूर्वस्मात् अनुवृत्तिः अस्ति. अस्तु, धन्यवादः भगिनि. अस्तु, इदानीं विजयलक्ष्मी भगिनी पठतु. अत उपधायाः. उपधायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे. अतः षष्ट्यन्तम्, उपधायाः षष्ट्यन्तं, द्विपदम् इदं सूत्रं. वृजेर्वृद्धि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. अचो ञणिति इत्यस्मात् ञणिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः ङिति. अत्र अत् इति तपरस्तत्कालस्य इति केवलं ह्रस्व अकारस्य ग्रहणं भवति वा भगिनि? सत्यम्. अस्तु, तर्हि यदि उपधायां ह्रस्व अकारः भवति तर्हि वृद्धि भवति इति एतत् सूत्रं वदति. अत उपधायाः इति सूत्रस्य अनुवृत्तिसहितसूत्ररूपं भवति. अङ्गस्य उपधायाः अतः वृद्धिः ङिति. अत्र निमित्तं ङिति णिति च वर्णस्य अन्तिमवर्णः, अनन्तरं टवर्णस्य अन्तिमवर्णः इति ञणिति. तद् यदि अन्ते परे भवति, पूर्वम् उपधायाम् अङ्गस्य उपधायां यदि ह्रस्व अकारः भवति तर्हि ह्रस्व अकारस्य वृद्धिः भवति इति सूत्रं वदति. ह्रस्व अकारस्य वृद्धिः भवति चेत् आकारः इति भवति. बहु समीचीनम्. इत्युक्ते अत्र उपधायाम् उपधायां ह्रस्व अकारः अस्ति चेत् इदानीम् अङ्गस्य अन्ते नास्ति. इदं सूत्रं कुत्र कार्यं करोति? कीदृशधातूनां कार्यम् अस्ति अत्र? अत्र हलन्त धातु भवति चेत् एव अत्र एतत् सूत्रस्य प्रसक्तिः भवति. अत उपधायाः इति सूत्रस्य कार्यक्षेत्रं कुत्र इति चेत् हलन्तधातूनां कृते, यत्र हलन्तधातौ उपधायां ह्रस्व अकारः अस्ति, ह्रस्व अकारस्य वृद्धिः, ह्रस्व अकारस्य वृद्धिः आकारः. पट् योगः णिच्, पट् योगः णिच् इत्यत्र पट् इति हलन्तधातुः, णिच् इति णितिप्रत्ययः अस्ति. अतः पट् इत्यत्र उपधायां ह्रस्व अकारः अस्ति, तस्य वृद्धिः भवति, आकारः भवति. अतः पाट् योगः णिच्, णिच् इत्यत्र इ इति अवशिष्यते. पाट् योगः इ पाटी, पाटी इति धातुः. तदनन्तरं तत्र शप् आगच्छति, तिङ् प्रत्ययः आगच्छति, पाठयति. तिङ् प्रत्ययः शप् पाठयति इति रूपं. तर्हि अत उपधायाः इति सूत्रस्य कार्यं हलन्तधातूनां कृते, यत्र उपधायां ह्रस्व अकारः अस्ति. अत्र अत् इत्युक्ते तपरकरणम् अस्ति, अतः केवलं ह्रस्व अकारस्य ग्रहणम्. अत् इत्युक्ते ह्रस्व अकारः, इत् इत्युक्ते ह्रस्व इकारः इति तत्र पाणिनीयशास्त्रेषु तादृशी व्यवस्था अस्ति. अस्माभिः पूर्वं पठितं तपरस्तत्कालस्य इति सूत्रम्. अस्तु, अतः इति एव स्थानि. अतः इति स्थानि. अस्तु, बहु समीचीनं भगिनि, धन्यवादः. इदानीं वसन्ती भगिनी वदतु, अत्र अस्मिन् सूत्रे येन विधिस्तदन्तस्य इति सूत्रस्य कार्यम् अस्ति वा नास्ति वा? अस्ति. उपधा अतः ह्रस्व उपता सो विशेषविशेषभावः अस्ति. कुत्र अस्ति कयोः विशेषविशेषभावः? उपदा इस् उपदा हेस् टु बि ह्रस्व अकार सो उपदा हस्तु बि अस्तु. तर्हि अत्र येन विधिस्तरं तस्य इत्यस्य कार्यम् अस्ति वा नास्ति वा? उपदा न येन विधिस्तरं तस्य इत्यस्य कार्यं कुत्र भवति? अस्माभिः किम् उक्तम्? कुत्र विशेषणविशेष्यभावः अस्ति चेत् तत्सूत्रकार्यं भवति. सत्यं, यत्र विशेषणविशेष्यभावः अस्ति तत्र अनुवृत्तिसाहित्यसूत्रे वयं विशेषणविशेष्यभावं पश्यामः, तदानीमेव येन विशिष्टदन्तस्य इति सूत्रस्य कार्यम्. अत्र तादृशभावः अस्ति वा? अङ्गस्य उपदायाः अतः वृद्धिः इति णिति अस्ति, तत्र कीदृशसम्बन्धः अस्ति? अङ्गस्य उपदा अनयोः कीदृशसम्बन्धः? अङ्गस्य उपदा इदानीम् अहं वदामि मम हस्तः, तत्र विशेषणविशेषभावः अस्ति वा? एवमेव अङ्गस्य उपदा. हा, अङ्गस्य उपदा इत्युक्ते तत्र अवयवीभावः अस्ति. अङ्गम् अवयवी अस्ति, उपदा अवयवः अस्ति, अवयवः अस्ति. अतः तत्र विशेषणविशेषभावः नास्ति. अतः एनविशन्तस्य इत्यस्य कार्यं नास्ति. पुनः उपदायाः अतः इत्यत्रापि विशेषणविशेषभावः नास्ति. उपदायाः अतः इति तत्रापि तत्र सम्बन्धः अस्ति, सम्बन्धस्य सूचकः अस्ति. अस्तु, तर्हि इदानीं ततः अग्रे सार्वधातुकार्धधातुकयोः एकवारम् अत्र झटिति पठित्वा अग्रे सर्तुं शक्नुमः. अत्र रामनाथन् महोदय पठति वा? अस्ति वा महोदय? अस्तु, वासुदेवन् महोदय पठतु. अहं पठामि. सार्वधातुक अर्धधातु अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः परयोः इगन्तस्य अङ्गम् इगः गुणः स्यात्. सार्वधातुकपरे भवति चेत् इगन्तस्य अङ्गस्य इकः गुणः स्यात्. इगन्तस्य अङ्गस्य इकः इकस्थाने इक् विद्यमाने इकः गुणः भवति अग्रे. पुगन्धलघुपदस्य च सार्वधातुक आर्धधातुकयोः परयोः पुगन्धस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात्. भगिनी, मया पुगन्धम् इति इदानीमपि न अवगतम्. पुगन्तम् इति इदानीं त्यजतु. तत्र पुक्ति अस्य अन्ते अस्ति, तत् पुगन्तम् इत्युक्ते कुत्रचित् पुक् इति आगमः भवति निजन्तप्रसङ्गे. पुक् इति आगमः भवति. दायोगः णिच् इति अस्ति चेत् दायोगः णिच् दायोगः नास्ति दापयति. हा, दापयति इति अस्ति खलु, तत्र पुक् आगमः अस्ति खलु. पुक् आगमः तदेव इदानीमेव ज्ञातं. तादृशधातूनां यत्र पुक् आगमः अस्ति तत्र इक्वर्णः अस्ति चेत् गुणः भवति इति. ह्री इति धातुः अस्ति, ह्री इति धातुः तत्र भवितुमर्हति. ह्री लेपयति इति रूपं स्नापयति न न केवलं तत्र अर्ति ह्रीव्लि रीक्नुयि श्मायातं पुण्णौ इति सूत्रे आकारान्तधातवः अपि च ऋकारः ली लि नुयि श्मायि एतेषां धातूनां पुक् आगमः भवति क्री इति धातुः अस्ति क्री योगः निच् योगः पुक् आगमः भवति क्रीप् योग निच् निच् अङ्गस्य अङ्गस्य लघुपदस्य अङ्गस्य विकः गुणः स्यात् तदेव तत्र लघुपदम् इति नास्ति तत्र लघुपदम् इति नास्ति तत्र दीर्घ ह्री इति दीर्घ इकारः अस्ति तत्रापि गुणः भवति प्रेपयति केवलं पुगन्तम् अङ्गम् अस्ति चेत् ह्रस्व इकारः दीर्घ इकारः अस्ति चेदपि भवति उपदाय अस्तु किं वदति सूत्रं पुगन्तलघुपदस्य च सार्वधातुक आर्धधातुकयोः परयोः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः भवति अङ्गस्य एकः गुणः भवति अङ्गे वर्तमान इकः स्थाने इकः गुणः भवति इति अर्थः हा कुत्र कुत्र भवेत् इक् इक् तु उपधा लघु उपधा उपधा उपधायाम् उपधायां भवति चेत् गुणः भवति अग्रे सार्वधातुकम् अभित् सार्वधातुकं यद् अभित् तद् नित्वद् भवति नित्वद् भवति गुणं न भवति तेन सूत्रेण गुणः न भवति इति न उच्यते सार्वधातुकम् इति सूत्रेण केवलम् नित्वत् भवति अग्रे नित्वत् भवति अतः गुणः न भवति अतः गुणः न भवति इति अग्रिमसोपाने अस्ति अतः दत्तमस्ति किञ्चित् च एव प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकस्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणवृद्धिः न भवति गुण गुणं वा वृद्धिः न भवति इत्युक्ते यः प्रत्ययः कित् गित् ङित् अस्ति तादृशं प्रत्ययं निमित्तीकृत्य गुणः न भवति वृद्धिः अपि न भवति अतः एव सार्वधातुकम् अपि निद्वत् इति वदामः चेत् इदानीं प्रत्ययः ङित् अस्ति अतः गुणः अथवा वृद्धिः न भवति इति अस्ति सर्वाणि सूत्राणि परिचितानि एव कोऽपि प्रश्नः इदानीम् इदानीम् अभ्यासं प्रति गच्छामः अस्तु अत्र मीना भगिनी अत्र अभ्यासः पठतु एकवारम् अभ्यासः प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं त्वा प्रत्ययान्तरूपं निच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं तुमं प्रत्ययान्तरूपं प्रत्येकस्यां स्थितौ धातुः कीदृशः इगन्तधातुः इगन्तभिन्न अजन्तधातुः लघु इगुपदा उपदधातुः अपि च प्रत्ययः कीदृशः सार्वधातुकं फित् सार्वधातुकम् अपि आर्धधातुकं खित् गित् आर्धधातुकं ञित् ञित् ञत् ञित् आर्धधातुकं खित् गित् ञत् ञित् भिन्नः इति वक्तव्यम् भगिनि इदानीं केवलं लट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपम् एव पश्यामः यतोहि वयम् इदानीं पृथक् कर्तुम् इच्छामः सार्वधातुकप्रक्रिया कुत्र अर्धधातुकप्रक्रिया कुत्र इति वयम् एकवारं पृथक् पृथक् पश्यामः यद्वयं मिलित्वा कुर्मः चेत् श्रमः भवति अतः केवलं सार्वधातुकप्रक्रियां पश्यामः अधुना हा इदानीं भवादिगणीय नी धातुं स्वीकृत्य लट्लकारस्य रूपं वदतु नी अजन्तधातु नी योगः एकक्षणम् नी इति धातुः अजन्तधातुः इति उक्तवती पुनः अजन्तधातुषु कीदृशः अजन्तधातुः कीदृशः इत्युक्ते अजन्तधातुषु कीदृशः इगन्तधातुः हा इगन्तधातुः इदानीं तत्र अजन्तः इत्यस्य कोऽर्थः अच् अन्तः इत्युक्ते तादृशधातुः यस्य अन्ते अच् वर्णः अस्ति अजन्तधातुः इगन्तः इगन्तः इत्युक्ते इक् इक् अन्तः अस्ति चेत् इगन्तधातुः सत्यम् अत नी इति धातुः इगन्तः अस्ति इगन्तधातुः नी योगः शप् शप् भवति साधुधातुके शप् भ्वादिगणः नी शप् इति पकारः एकक्षणम् एकक्षणम् अस्माभिः किम् अत्र सार्वधात्मकप्रक्रिया इति ज्ञातुं तत्र क्रमः कः तादृशक्रमम् अनुसृत्य वदतु नियोगः ऐ मीन् शप् भवति प्रथमं भ्वादिगणम् इत्यस्ते कर्तर्त्रे इति शप् कर्तरि शपत्रे शप् इति आदेशः प्रत्ययः गणप्रत्ययः आदेशः भवती भवती किं वक्तुम् इच्छति इति चेत् इदानीं नियोगः शप् इति भवति वा नियोगः नियोगः ति अस्ति प्रथमं तिङ् तिङ् प्रत्ययः कथं वक्तव्यं कथं वक्तव्यं प्रथमं तत्र नि इति धातुतः किं भवति तत्र तिङ् तिङ् प्रत्ययः भवति एवमेव आगच्छति वा नियोगः तिङ् इति एवमेव आगच्छति वा नियोगः नियोगः ति भवति तदनन्तरं तिङ् प्रभात्य कर्तरि शप् भवति अत्र एकक्षणं प्रथमं किं भवति तत्र लकारः न आगच्छति वा दर्शनस्य लस्य इति कारणेन क्रमेण वदतु इदानीं नियोगः तिङ् प्रत्ययः भवति तिङ् प्रत्ययः भवति लस्य लकारः प्रथमं लकारः आगच्छति खलु नियोगः लट् लट् लट् लट् वर्तमाने लट् इत्यनेन वर्तमाने लट् इदानीं तदनन्तरं लस्य इति प्रत्यय इति सूत्रेण तिङ् प्रत्ययः भवति तिङ् प्रत्ययः तिङ् प्रभाद्य अत्र कर्तृशप् इति कारणेन तिङ् किमर्थं तिङ् प्रभाद्य इति वदति किं तिङ् प्रभाद्य इति उचित शब्दः नास्ति अत्र कर्तरि शप् कदा आगच्छति इदानीं नियोगः तिङ् इति अस्ति प्रथमपुरुषे एकवचने नियोगः तिङ् इति अस्ति अत्र कर्तरि शप् किमर्थम् आगच्छति कर्तरि शप् निमित्तं किं तिंशत् सार्वधातुकम् इति कारणेन अत्र कर्तृशप् भवति तत्र कर्तृशप् भवति निमित्तं किम् कर्तृशप् इत्यस्य निमित्तं सार्वधातुकं कीदृशसार्वधातुकप्रत्ययः कर्मार्थे अस्ति इदानीं कर्मार्थे अस्ति इदानीं कर्मार्थे अस्ति इति चिन्तयतु कर्मणार्थे अत्र अत्र सार्वधातुकम् अस्ति शप् प्रत्ययः न कर्तृशप् न भवति तत्र कर्त्रार्थे भवति खलु इति वक्तव्यम् इत्युक्ते तत्र प्रथमं तत्र नि इति धातुः अस्ति तत्र अस्माकं विवक्षा अस्ति लट् लकारः नियोगः लट् इदानीं लटः स्थाने लस्य इत्यनेन तिङ् प्रत्ययः आगच्छति इदानीं नियोगः तिङ् प्रत्ययः अत्र प्रक्रिया कीदृशी प्रक्रिया सार्वधात्मकप्रक्रिया हा किमर्थं सार्वधात्कप्रत्ययः भवति तस्मात् तिङ्क्षित् सार्वधात्कं तस्मात् इत्युक्ते धातुना तिङ् प्रत्ययं द्रष्टुं शक्नोति इदानीं नियोगः ति इत्यत्र धातुः तिङ् प्रत्ययं द्रष्टुं शक्नोति कीदृशतिङ् प्रत्ययः इति चेत् तादृशतिङ् प्रत्ययः यः प्रत्ययः सार्वधातुकप्रत्ययः अपि च कर्तरार्थे अपि अस्ति इति कृत्वा तत्र कर्तरि शप् इत्यनेन शप् आगच्छति इदानीं नियोगः शप् योगः ति अधुना वदतु नियोगः शप् योगः ति शप् इति गणः शकार लशक् कारणेन शकारलोपः पकारः हलन्त्यन्ते सूत्रेण पकारलोपः आ एव अवशिष्यते नियोगः अ योगः षित् अस्ति तस्मात् तिङ्क्षित् सार्वधातुकम् इति कारणेन गुणः भवति तस्मात् ने अ नय योगः ति नयति नयति इति रूपम् अत्र वयं द्रष्टुं शक्नुमः सार्वधातुकप्रक्रिया इति वयं स्पष्टतया द्रष्टुं शक्नुमः यतोहि अत्र क्रमः कः इति चेत् प्रथमं लट् लकारः लटः स्थाने तिङ् प्रत्ययः धातुः तिङ् प्रत्ययः इदानीं मध्ये किमपि नास्ति व्यवधानं नास्ति अतः तत्र निमित्तं पूरितं तत्र कर्तरि शप् इत्यस्य निमित्तं पूरितम् इति कृत्वा शप् आगच्छति सार्वधातुकप्रत्ययः अस्ति तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अपि च कर्त्रार्थे अपि अस्ति तिङ् प्रत्ययः कर्त्रार्थे अस्ति इत्युक्ते कर्तरि प्रयोगः इति विवक्षा अस्ति अस्माकम् अतः शप् आगच्छति तर्हि तत्र नयति इति रूपम् अस्ति समीचीनम् अग्रे मम एकः संशयः अस्ति अत्र नियोगः लटि नियोगः ल भवति ल इति अर्थधातुकप्रत्ययमस्ति तत्र एव गुणं भवितुम् अर्हति न किमर्थं तत्र धातु प्रबाध्य तिक् आयाति भगिनि प्रथमं ल आगच्छति चेत् अर्थधातुकप्रत्ययस्य परे अपि गुणः भवति न नियोगः ल इत्यत्रापि गुणं कर्तुम् इच्छति वा किमर्थं बलाबलस्य चिन्तनं करणीयं भगिनि अत्र अग्रिम अस्माकं पाठः अस्ति बलाबलस्य चिन्तनम् इति तस्मिन् सन्दर्भे अयं प्रश्नः तत्र पुनः इमं प्रश्नं पृच्छतु तत्र पुनः तत्र वयं चिन्तयितुं शक्नुमः बलाबलस्य किञ्चित् अध्ययनं कृत्वा तदनन्तरं चिन्तयामः चेत् स्पष्टम् इतोपि स्पष्टं भवति इदानीं तत्र सर्वम् इदानीं पश्यामः चेत् भ्रमः भवितुमर्हति अतः अत्र अग्रिमपाठः तदेव अष्टाध्यायः बलाबलचिन्तनम् इति अग्रिमपाठः नो चेत् तस्य अनन्तरं तत्र सर्वं किञ्चित् पठित्वा तदनन्तरं पृच्छतु इति उभयपदि धातु न सो नयते अपि आयाति न नयति नयते रूपद्वयं भवति न लट् लट् प्रथम पुरुष एकवचनम् ओके अस्तु अस्तु सत्यं निया इति तत्र ण्यकारः इति कृत्वा उभयपदि धातुः अस्ति सत्यम् अतः नयति नयते इति रूपद्वयं समीचीनम् अस्तु इदानीं तत्र इदानीं मास्तु त्वा मास्तु इदानीं केवलं लट्लकाररूपाणि पश्यामः सार्वधात्मकप्रक्रिया कथम् अस्ति इति एकवारं पश्यामः तदनन्तरम् आर्धधात्मकप्रक्रिया इदानीं द्वितीयः धातुः अस्ति स्वादिगणीयधातुः अत्र विनय महोदय वदतु अग्रे गच्छामः धातुः लट्लकारस्य रूपं वदतु लट्लकार ची धातु इकरान्तधातु अस्ति लट्लकार प्रथमपुरुष चिनोति नु श्नु विकरणप्रत्ययः अस्ति परन्तु अत्र प्रथम पुरुष एकवचन त्रि हलादिपित् अस्ति अत्र अत्र गुण भवति परन्तु निमित्तं कः अहं केवलं चिन्तयामि तथा ति गुणनिमित्तं भवति तर्हि एव चिनोति भवति अतः लट्लकार प्रथमपुरुष न अत्र क्रमेण क्रमेण वक्तव्यं महोदय अत्र क्षीयोगः लट्लकारः इति तर्हि लटः स्थाने तिङ्प्रत्ययः इदानीं तत्र केन सूत्रेण विकरणप्रत्ययः भवति इति चिन्तनं कुर्मः स्वादिगण अस्ति स्वादिगण गण आधारेण विकरणप्रत्ययः अस्ति धातु क्षि अस्ति धातु योगः विकरण विकर्ण श्नु अस्ति श्नु नु नो अस्ति तदनन्तरं विवक्षः लट्लकार प्रथमपुरुष सम्बन्धे ति आयाति अतः चि योगः न्यु योगति परन्तु त्रि हलादिपित् अस्ति तर्हि चिनोति भवति न अत्र क्रमेण वक्तव्यं क्षीयोगः नु इत्यत्र किं भवति इति वक्तव्यं खलु प्रथमतया विकरणप्रत्ययं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति वा इति प्रथमं वक्तव्यं क्षीयोगः नु चिनु भवति तत्र क्षीयोगः नु योगति क्षीयोगः नु इत्यत्र तत्र गुणः सम्भवति वा गुणसम्भवति तर्हि अहं चिनोति वदामि गुण भवति नु नो न न न न श्नु इति अस्ति खलु क्षीयोगः नु श्नु इति अस्ति तत्र श्नु इति प्रत्ययं निमित्तीकृत्य क्षी इति अङ्गे गुणः भवति वा न वा श्नु इति प्रत्ययः कीदृशः प्रत्ययः अस्ति श्नु प्रत्ययः आर्धातुकप्रत्ययः अस्ति श्नु इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति वा आर्धातुकप्रत्ययः अस्ति षट् अस्ति परन्तु शप् न प्रभाते अस्ति अतः शप् प्रभात् अस्ति अत्र यदि शप्रभात् अस्ति तर्हि सार्वधातुक अर्धातुकयोः प्रसक्तिः नास्ति किमर्थं परन्तु शप्रपादी अस्ति चेत् प्रसक्तिः नास्ति इति तथा किमपि नास्ति खलु सार्वधातुक अर्धधातुकयोः इति सूत्रं किं वदति सार्वधातुकप्रत्यये परे अर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः इत्येव वदति अत्र श्नु इति प्रत्ययः कीदृशः अस्माकं चिन्तनक्रमे तत्र किं चिन्तनीयम् इति चेत् प्रत्ययस्य स्वभावः कः इत्येव प्रथमः सोपानः अस्ति प्रत्ययस्य स्वभावः कः अत्र श्नु इति प्रत्ययस्य स्वभावः कः भगिनी अहं न न भवती जानाति अत्र अन्ये बहवः सन्ति येन एकवारमपि न उक्तवन्तः प्रश्नः अस्ति श्नु प्रत्ययस्य स्वभावः कः श्नु प्रत्ययः अपित् अस्ति श्रुप्रत्ययः आर्धातुक् अस्ति अर्धदातुक् अस्ति वा श्नुप्रत्ययः अर्धदातुकः इति किमर्थं वदति भवान् श्नुप्रत्ययः तत्र श्नुप्रत्ययस्य अनुबन्ध निरनुबन्धरूपं किम् अस्ति श्नुप्रत्ययः अहं जानामि श्नुपत्यः श न्यु श दशकु तद्धिते आधारेण इत् भवति नु नु नु अवशिष्यते नु अवशिष्यते अतः तर्हि तत्र इदानीं शकारस्य इत्संज्ञा इति उक्तवान् खलु, शकारस्य इत्संज्ञा इति कृत्वा तत्र श्नु इति प्रत्ययः कीदृशः? शकारस्य इत्संज्ञा कारणेन अत्र अरविन्द महोदय किञ्चित् साहाय्यं करोतु. षित् अस्ति परन्तु अपि अस्ति. षित् अस्ति चेत् अत्र आर्धधातुकः भवति वा? षित् प्रत्ययः अस्ति चेत् तत्र तत्र प्रत्ययः कीदृशः? न षित् अस्ति परन्तु शप् प्रभाति अस्ति. भवतु भवतु, तेन किं षित् अस्ति चेत् तत्र प्रत्ययः कीदृशः? तिंशित् सार्वधातुकम्. हा, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकः सार्वधातुकप्रत्ययः अस्ति खलु. विनय महोदय, सार्वधातुकप्रत्ययः यतः कः भ्रमः तत्र? कर्तरीशब्दः अत्र सूत्रद्वयं यत् कर्तृशब्दः आयाति तत्र गण आयाति. अतः गण अस्ति, स्वादिगण अस्ति, स्वादिगण अस्ति परन्तु शित् अस्ति परन्तु प्रभाति अस्ति, शप् नास्ति. यदि तर्हि शब् नास्ति तत् तुदादिगण समाने प नास्ति. अत्र अत्र अपित् इति उक्तवान्, तत् समीचीनम्. अपित् इति उक्तवान् परन्तु आर्धधातुकप्रत्ययः इति वदति खलु, तत् समीचीनं नास्ति. इदानीमपि भवान् वदति वा आर्धधातुकप्रत्ययः इति? अत्र आर्धातुकप्रत्ययः नास्ति, सार्वधातुकप्रत्ययः अस्ति. अहं केवलं सार्वधातुकप्रत्ययः अस्ति, अपित् अपि अस्ति, भवान् उक्तवान् अपित् अस्ति. तर्हि तत्र ची तत्र गुणः भवति वा? अत्र ची एकरान्तधातु, इगन्तधातु, कारान्तधातु. अतः अत्र चीसम्बन्धे गुण अत्र न भवति. किमर्थं न भवति? चीसम्बन्धे अन्य प्रत्ययः सम्बन्धे भवति, यथा कोऽपि अन्य. अत्र अत्र श्नु इति प्रत्ययः अस्ति, तादृशप्रत्ययं निमित्तीकृत्य गुणः भवति वा न वा इत्येव प्रश्नः खलु. ओ नो, श्नु श्नु आधारे श्नु प्रत्ययाधारेण अत्र गुणः न भवति. गुणः न भवति, नु भवति. यथा अत्र शप् नास्ति, शप् प्रभाते अस्ति. यदि शप् अपत् अस्ति तर्हि किञ्चित् सूत्र आधारेण निषेधः अस्ति, गुणः न भवति. सार्वधातुकम् अपित् इत्यनेन निद्वत् अस्ति, निद्वत् अस्ति इति कृत्वा क्मिति च इति सूत्रेण गुणनिषेधः. अतः इदानीं छि इत्यत्र गुणः नास्ति, तर्हि छिनु इति अङ्गम्. इदानीम् अग्रे किं? चिनु चिनु तदनन्तरं नु गुण भवति, यथा ति अस्ति हलादि पित् अस्ति, तर्हि चिनोति भवति. चिनु इति सम्यक् परन्तु हलादिपित् कारणेन भवति, मम कोऽपि भ्रमः नास्ति. तत्र नास्ति, तत्र भ्रमः नास्ति, तत्र समीचीनं चिनोति नो नु नो भवति इति समीचीनं, तत्र न कोऽपि प्रश्नः, परन्तु क्रमेण गन्तव्यम् इत्युक्ते आर्धधातुक सार्वधातुकम् इति हलादिपित् एकक्षणम् एकक्षणम् एकक्षणम् एकक्षणं महोदय तत्र सारांशरूपेण वदति इत्युक्ते अत्र अत्र अत्र क्रमेण गन्तव्यम् इत्युक्ते तत्र धातोः पुरतः किम् अस्ति, प्रथमं विकरणप्रत्ययः अस्ति, विकरणप्रत्ययस्य कृते अङ्गम् अस्ति छि, तर्हि तत्र विकरणप्रत्ययं निमित्तीकृत्य कार्याणि प्रथमं करणीयानि, तदनन्तरं तत्र तिङ्प्रत्ययस्य कृते अङ्गं निष्पन्नं भवति, तदानीं तत्र तिङ्प्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति, अङ्गकार्याणि भवन्ति, अत्र क्षीयोगः नु नु इति प्रत्ययं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, गुणनिषेधः अस्ति, अतः चिनु केवलं योजनं, चिनु इति अङ्गं, चिनुयोगः ति, ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, हलादिः अस्ति, पित् अपि अस्ति, अतः महोदय तत्र हलादिपित् हलादिपित् इति वदति, तादृशविभजनं वयम् अग्रे पश्यामः, प्रत्ययानां विभजनं भवति हलादिपित् हलादि अपित् अजादिपित् अजादि अपित् इति तादृशविभजनं भवति, अत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः पित् अपि अस्ति, अतः गुणः भवति चिनु इत्यत्र नु इत्यस्य गुणः सार्वधातुकार्धधातुकयोः इत्यनेन, अतः चिनोयोगः इति चिनोति इति रूपं, तत्र चीति धातुः अपि उभयपदी इति मन्ये. अस्तु, इदानीम् अरविन्द महोदय आत्मनेपदीरूपं वदतु. चि योगः लट् तत्र टकारस्य युत् सम्यक् भूत्वा लोपः भवति, चि योगः ल लस्य सूत्रेण ल प्रपद्य चि योगः लस्य लस्य स्थाने उभयपदी इति कृत्वा तङ्गानाम् आत्मनेपदम् एवं लः परस्मैपदम् इति सूत्रद्वयस्य प्रसक्तिः अस्ति. परस्मैपदी एवम् अत्र उक्तम् अति तङ्गानाम् आत्मनेपदम् इति सूत्रस्य प्रसक्तिः स्वीकृत्य चीयोगः शप् योगः तत्र ते प्रत्यय तत्र शप् प्रभाद्य स्वादिगणे अस्ति कृत्वा स्नु आयाति. स्नु शकारस्य लशक्वतदिते इति सूत्रेण लोपो भवति इति इति स्थिते चीयोगः नु भवति. तत् चीयोगः नु योगः ते इति स्थिते ते इति प्रत्ययकृते चीयोगः नु इति अङ्गं भवति. ते इति अपि तस्ति कृत्वा तस्य गुणः न भवति, तदेकं वर्णमेलनेन चिनु योगः ते चिनुते इति रूपं सिद्ध्यति. अत्र आत्मनेपदी प्रत्ययानां विषये ते इति प्रत्ययः अस्ति, अत्र मूलप्रत्ययः अस्ति त त अथां झ इति अस्ति, त इति प्रत्ययः अपित् अस्ति, पित्वं नास्ति, तत्र सिद्धप्रत्ययः ते इति प्रत्ययः, कथं सिद्धप्रत्ययः ते इति भवति इति वयम् अग्रे पश्यामः, परन्तु ते इति प्रत्ययं स्वीकृत्य ते इति प्रत्ययः अपि तिङ् प्रत्ययः अस्ति, अपित् अस्ति, अतः तत्र गुणः न भवति. चिनु इति अङ्गं यथा पूर्वम् अत्रापि नुप्रत्ययं निमित्तीकृत्य गुणः नास्ति, अपित् अस्ति श्नु, अतः चिनु योगः ते, ते प्रत्ययं निमित्तीकृत्य गुणः अस्ति वा इति चेत् गुणस्य प्रसक्तिः अस्ति, सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु ते इति प्रत्ययः अपित् अस्ति, अतः गुणनिषेधः, गुणः न भवति, मिति च इति सूत्रेण गुणनिषेधः, अतः चिनुते इति रूपं. बहु सम्यक् सम्यक्. अरुणा भगिनी इदानीं द्विवचने वदतु, तत्र परस्मैपदि द्विवचने. जीदातु भगिनि, चीदातु चीदातुः एव स्वादिगणे मध्यमपुरुष न प्रथमपुरुषे द्विवचने. ची योगः प्रथमं लट् वर्तमाने लट् तदनन्तरं लस्य इति आगच्छति, तद् लस्य स्थाने तिप्तश्चे आगच्छति, तः इति प्रत्ययः प्रथमपुरुषः बहु विधुवचने चि योगः कर्तत्रे स्नु आगच्छति विकरणप्रत्यय षकारलोपः भवति दशकपद्धत्येन चि योगः नु चिनु चिनु योगः ता इति अपित् प्रत्ययः अस्ति ततः चिनु अपित् अस्ति अत्र गुणकार्यमपि नास्ति अङ्गम् उकारः अस्ति तद् एकवर्णः परन्तु अपित् अस्ति चेत् गुणकार्यं निषेधः भवति किन्निति सार्वधार्थकम् अपित् नित्वत् किन्निति चायत् सूत्रेण निषेधः भवति चिन्नुतः इति उपनिष्पन्नं भवति बहु समीचीनम् अत्रापि तत्र सर्वत्र पश्यामः चेत् अङ्गं तु चिनु इत्येव अस्ति स्नु प्रत्ययं निमित्तीकृत्य कुत्रापि गुणः नास्ति अतः सर्वेषु रूपेषु चिनु इत्येव अङ्गम् अस्ति इदानीं चिनु इति अङ्गं स्वीकृत्य तिङ् प्रत्ययं स्वीकृत्य गुणः भवति न वा इत्येव चिन्तनमस्ति द्विवचने प्रत्ययः अस्ति तस् इति प्रत्ययः तस् इति प्रत्यये तत्र सकारः सकारस्य विसर्गः भवति ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयेन विसर्गः भवति तः इति प्रत्ययः चिनुयोगः तः चिनुतः इति रूपम् अस्तु इदानीं वंशीभगिनी वदतु अत्र आत्मनेपदी द्विवचने किमस्ति हा नमस्ते भगिनि श्रूयते वा भगिनि हा श्रूयते वदतु हा आत्मनेपदी चिनुते इति एकवचने अस्ति चिनुते चिनोते भवति वा आत्मनेपदीरूपम् अत्र प्रत्ययः प्रत्ययः कः प्रत्ययः आते इति प्रत्ययः आते इति प्रत्ययः आम् आम् आं वदामि भगिनि चिनु योगः आते इति अस्ति तत्र आते इति प्रत्ययः षित् नास्ति परन्तु तिप् प्रत्ययः अस्ति परन्तु पित् पित् पित्वं नास्ति अतः गुणकार्यं न भवति चिनु योगः आते उकारः योगः आकारः तत्र चिन्व एचोयवायवः इति सूत्रेण तत्र आव् क्षम्यताम् न क्षम्यतां न इको एणचि इति सूत्रेण उकारस्य अकारस्य स्थाने वकारः आदेशः भवति चिन्व इदानीं चिन्ता नास्ति भगिनि अत्र नूतनसूत्रमस्ति चिन्ता नास्ति अत्र उष्णो सार्वधात्तिके इति सूत्रेण चिन्वाते इति अस्ति अतः त्यजामः अस्तु नास्ति चिन्ता नूतनसूत्रमस्ति अत्र यणादेशः भवति चिनुयोगः आते अत्र यण् उकारस्य स्थाने वकारः अतः चिन्वाते इति रूपम् अस्ति कथम् अस्ति इति अग्रे पश्यामः अस्तु नास्ति चिन्ता अस्तु भगिनि तत्र आताम् अस्ति किल तत्र आते कथं भवति इति तत्र अस्माभिः पठितं खलु तत्र आत्मने पदानां टेरे सूत्रेण टीभागस्य स्थाने एकारादेशः आते इति रूपमस्ति कथमस्ति इति वयम् अग्रे पश्यामः अत्र नास्ति चिन्ता प्रथमपुरुषे एकवचने सम्यक्तया जानीमः चेत् अधुना पर्याप्तम् अग्रे गत्वा प्रत्येकं गणं स्वीकृत्य पठामः अस्तु इदानीं तत्र जुहोत्यादिगणगणगणीयधातुः सुमन् भगिनी वदति वा दा धातुः श्रूयते किम् श्रूयते अस्तु इदानीं दा धातु अस्ति जुहोत्यादिगणे तत्र विकर्णप्रत्ययस्य लुक् भवति दा योग लट् दा योग तत्र दा योग लट् योग टिप् भवति तत्र किमपि विकर्णप्रत्यय किमपि न आयाति किन्तु जुहोत्यादिगणे द्वित्वं भवति अतः ददा भवति ददा योग टिप् तत्र टिप् सार्वधातुकम् अस्ति पित् अपि अस्ति किन्तु अत्र तु किमपि इगन्तम् अङ्गं नास्ति अपि च उपधायां किमपि लघु इक् धातु नास्ति, अतः गुणस्य गुणस्य प्रसक्तिः अस्ति, किन्तु किमपि गुणः न भवति. ददा योग ति ददाति एव भवति. बहु समीचीनं. तत्र दादा इति अस्ति, दा इति धातोः द्वित्वं भवति जुहोत्यादिगणे. तर्हि दादा इति अस्ति, अस्माभिः पूर्वं पठितं तत्र अभ्यासकार्याणि भवन्ति एकाचो द्वे इत्यनेन तत्र द्वित्वं भवति. तदनन्तरं तत्र दादा इति अस्ति, तर्हि अभ्यासस्य ह्रस्वत्वं ह्रस्वः इति सूत्रेण ह्रस्वः, अतः ददा इति अस्ति. एतत् सर्वम् अग्रे जुहोत्यादिगणे वयं पठामः, अतः नास्ति चिन्ता. एवमेव वदामि, ददा योगः ति ददाति इति रूपमस्ति. आत्मनेपदी अपि रूपमस्ति. तत्र गीता भगिनी प्रयत्नं करोति वा आत्मनेपदीरूपम्? आत्मनेपदी प्रत्ययं किं भगिनि? प्रत्ययः ते इति प्रत्ययः ते सो ददा इति द्वित्वं तु भवति एव. ते सार्वधातुकम् अस्ति, किन्तु अपित् अस्ति, गुणः न भवति. ददाते अत्र विशिष्टकार्यमस्ति, अतः एवमेव पृष्टवती. नास्ति चिन्ता. तत्र दत्ते इति रूपमस्ति, ददा योगः ते दत्ते इति रूपमस्ति. तत्र ददा इत्यत्र आकारस्य लोपः भवति, लोपः भूत्वा तत्र सन्धिकार्यं भूत्वा दत्ते इति रूपमस्ति. नास्ति चिन्ता. अस्तु, समीचीनम्. इदानीं तत्र भवती एव करोतु, गै इति दातुं स्वीकृत्य करोतु. गै योगः वर्तमाने लट् योजनीयं. गै योगः लट् भवति तिक् इति प्रथमपुरुषैकवचने. गै योगः शप् कर्तरि शप् इति सूत्रेण शप् आयाति. गै योगः शप् योगः टिप् इति अस्ति. शप् विकरणप्रत्यये आ एव अवशिष्यते, ततः गै योगः आयोगः ति इति भवति. गै गै गायति इति भवति. गै गुणनिश तिङन्तं सन्धिकार्यमेव खलु, गुणः सन्धिकार्यमेव, सन्धिकार्यमेव यचोयवायवायः इति सूत्रेण गाय गायति इति भवति. ऐकारस्य स्थाने आय् आदेशः, अतः गायोगः अयोगः इति गायति इति रूपं गायति इति. अस्तु, इदानीं रमा भगिनी भवती वदतु दिवादिगणे. अस्ति वा भगिनि? अस्मि. दिवादिगणे मा माङ् इति मा प्रथमतया वर्तमाने लट् लस्य कर्तरि शप् आयाति. तदनन्तरं दिवादिभ्यः ष्यण् इति विकरणप्रत्ययः आयाति. श इन् इत्संज्ञाकारणेन य इति अवशिष्यते. मा योगः य योगः तिप् आयाति. तदनन्तरं ये आत्मनेप तिप् न आयाति, आत्मनेपदी धातु अस्ति, अतः त आयाति, म योगः य योगः त आयाति, त स्थाने ते तित आत्मने पदे तेरे पद पदे तेरे इति कारणात् ते आयाति, मा योगः य योगः ते मायते. इगन्तपदं न सा अपित् अपित्वी अपित् अस्ति, अतः गुणः गुणस्य प्रसक्तिः चान्स् आल्सो नाट् देर् अण्ड् इगन्त अपि न धातु इगन्त अपि नास्ति. हा बहु समीचीनम् अस्तु. वंसि भगिनी अग्रे वदतु. बुद्धधातुः भवत्याः दादातोः तत्र किमपि नासीत् अतः. आम् आं भगिनि अस्तु अस्तु. भुद् दातु अस्तु. भुद् योगः तत्र भवादिगणे अस्ति. भुद् योगः शप् योगः इति प्रथमं तु लस्य इति सूत्रेण लकारः आगच्छ लस्य इति सूत्रेण ल आगच्छति. तत्र ल स्थाने विवक्षा अनुसृत्य लस्य इति सूत्रेण ल इति न आगच्छति तत्र. वर्तमाने लट् इत्यनेन लट् आगच्छति. वर्तमाने लट् इत्यनेन ति आगच्छति किल भगिनि. वर्तमाने लट् इत्यनेन लकारः लट् लकारः विधानं लट् लकारस्य विधानं बुद्धयोगः लट् इति वर्तमाने लट् इति सूत्रेण लकारस्य विधानम् अस्तु. तदनन्तरं हा लट् लकारस्य विधानेन तत्र अस्माकं विवक्षानुसारं ति इति प्रत्ययः योजयामः. तत्र भुद् योगः ति. भुद् धातु ति साक्षात् पश्यति, अतः मध्ये कर्तरि शप् इत्यनेन शप् इति प्रत्ययमध्ये आगच्छति. भुद् योगः शप् योगः ति. शप् इत्यस्मिन् शकारः अपि च पकारः संज्ञा भूत्वा अकारः अवशिष्यते. अत्र भुद् इति हल इग् उपधा धातु अस्ति. तत्र गुणकार्यं भवति यतोहि तत्र इक् वर्णः अस्ति. भुद् भुद् अस् इत्यस्मिन् उकारः अस्ति. तत्र पुगन्तलघुपदस्य च इत्यनेन भोद् इति भवति. भोद् योगः अकारः योगति बोधति इति भवति भगिनि. बोधति इति रूपम् अस्ति इति तत्र भुवादिगणे धातुः बोधति इति रूपमस्ति. बहु सम्यक् समीचीनं भगिनि. एकः प्रश्नः, तत्र दा धातु दत्त्वा कथं भवति? किमपि अन्यत् सूत्रमस्ति वा दा धातु इति वा? हा हा दत्त्वा इति पश्यामः. तत्र सूत्राणि सन्ति दा धातोः विशिष्टसूत्राणि. अस्तु किञ्चित् पश्यामः. इदानीं तत्र प्रथमं सारधातुकप्रक्रियां समाप्य परिसमाप्य तदनन्तरम् अर्धधातुकप्रक्रियां प्रति गच्छामः. इतोपि तत्र धातवः सन्ति. सत्यं भगिनि. तान् सर्वं दृष्ट्वा अग्रे कर्तुं शक्नुमः. अस्तु, अत्र ची धातोः तत्र आत्मनेपदीरूपं चिनुते ते इति प्रत्ययः, त इति प्रत्ययः, कथं ते भवति, तत्सर्वम् इदानीं नावगच्छामः चेत् नास्ति चिन्ता. अग्रे सिद्धप्रत्ययः के इति वयं पठामः. अत्र ते इति प्रत्ययः अस्ति इति स्वीकुर्वन्तु. अस्तु, एतावता कोऽपि प्रश्नः वा? अस्तु, तर्हि अत्र समापयामः. अग्रिमसप्ताहे इतः अग्रे सर्तुं शक्नुमः. अत्र अभ्यासः एव अस्ति, सर्वे कृपया चिन्तयन्तु. अस्तु अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनि.